पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 68 शेष उवाच परिस्वादन्कृतौ तृप्तिं न प्रापसुरसंयुतः नारायणो महादेवो ब्रह्मा तत्र च दुर्मुखः वरुणश्च कुबेरश्च तथान्ये लोकपालकाः तत्रास्वाद्य हविस्निग्धं वसिष्ठेन परिष्कृतं तत्र पुनर्हि विप्रेन्द्राः क्षुधार्ता इव भोजनाद सर्वान् देवांश्च सन्तर्प्य हविषा करुणानिधिः वसिष्ठप्रेरितसर्वमिति कर्तव्यमाचरद ब्राह्मणा दानसन्तुष्टा हविस्तुष्टासुरा वराः तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः ऋषिभ्यो होदृमुखेभ्यः प्रादाद्राज्यं चतुर्दिशं सन्तुष्टास्ते द्विजा राममाशीर्भिरदुःशुभम् पूर्णाहुदिं ततः कृत्वा वसिष्ठप्राह सुस्त्रियः वर्धा पयन्तु भूमीशं यागपूर्तिकरं परं तद्वाक्यं ता स्त्रियः श्रुत्वा लाजैरवा किरन्मुदा लावण्यजितगन्धर्पं महामणि विभूषितं ततो वभृधस्नानार्थं प्रेरयामास भूमिपं ययौ रामसहस्वीयैः सरयूतीरमुत्तमम् अनेकराजकोटीभिः परीतः पादचारिभिः जगामस सरिश्रेष्ठां पक्षिवृन्दसमाकुलां तारापदिरिव स्वाभिर्भार्याभिर्वृद उत्प्रभः विरोचते तदा तद्वद्रामो राजगणैर्वृतः तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः सीता पदिमुखालोक निश्चलीभूतलोचनाः राजेन्द्रं सीतया साकं गच्छन्तं सरितं प्रति विलोक्यमुदिता लोकाश्चिरं दर्शनलालसाः अनेकनडगन्धर्वा गायं तो यश उज्ज्वलम् अनुजग्मुर्महीशानं सर्वलोकनमस्कृतं नर्तक्यस्तत्र नृत्यन्तः क्षोभयन्ध्यः पदेर्मनः जलयन्त्रैश्च सिंचन्त्यो ययुश्रीरामसेवनम् महाराजं विलिपन्द्यो हरिद्राकुङ्गुमादिभिः परस्परं प्रलिपन्त्यो मुदं प्रापुर्महत्तरां कुजयुग्मो परिण्यस्तमुक्ताहार सुशोभिताः श्रवणद्वन्द्वसम्मृष्टस्वर्णकुण्डललक्षिताः अनेकनरनारीभिः सङ्कीर्णं मार्गमाचरन् यथावत्सरिदं प्राप शिवपुण्यजलाप्लुतां तत्र गत्वा स वैदेह्या रामकमललोचनः प्रविवेशजलं पुण्यं वसिष्ठादिभिरन्वितः अनुप्रविविशु सर्वे राजानो जनतास्तथा तत्पादरजसा पूतजलं लोकैकवन्दितम् परस्परं प्रसिञ्चन्दो जलयन्त्रैर्मनोरमैः सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकं स रामसीतया सार्धं चिरं पुण्यजलप्लवे क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः दुकूलवासासकिरीडकुण्डलकेयूरशोभावरकङ्कणान्विदः कन्दर्पकोडिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ स यागयूपं वरवर्णशोभितं कृत्वा सरितीरवरे महामनः त्रैलोक्यलोकश्रियमापह्यद्भुदा मन्यैर्दुराभां नृपतिर्भुजैर्निजैः एवं जनकपुत्र्यासौ हयमेधत्रयं चरन् त्रैलोक्ये कीर्तिमधुलां प्राप देवै सुदुर्लभाम् एवं ते वर्णितं ताद यत्पृष्टो रामसत्कथां विस्तृतकथितो मेधो भूय किं पृच्छसे द्विज यशृणोति हरेर्भक्रिया रामचन्द्रस्य सन्मुखं ब्रह्महत्यां क्षणातीर्त्वा ब्रह्म शाश्वतमाप्नुयात् अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयाद रोगार्थो मुच्यते रोगाद्बद्धो मुच्येत बन्धनाद यत्कथा श्रवणात् दुष्टस्वपचोऽपि परं पदं प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः रामं स्मृत्वा महाभागं पापिनः परमं पदम् प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम् ते धन्या मानवा लोके ये स्मरन्ति रघूत्तमं ते क्षणात् संसृतिं तीर्त्वा गच्छन्ति सुखमव्ययम् प्रत्येकमक्षरं ब्रह्महत्या वंशदवानलः तं यश्रावयदे धीमांस्तं गुरुं सम्प्रपूजयेद श्रुत्वा कथां वाचकाय गवां द्वन्द्वं प्रदापयेद सपत्निकाय सम्पूज्य वस्त्रालङ्कारभोजनैः कुण्डलाभ्यां विराजन्त्यौ मुद्रिकाभिरलङ्कृते रामसीदे स्वर्णमय्यौ प्रदिमे शोभने वरे कृत्वादो वाचकायैव दीयते भो द्विजोत्तम तस्य देवाश्च पितरो वैकुण्ठं प्राप्नुयुस्तदा त्वया पृष्टा रामकथा मया ते कथिता पुरा किमन्यत्कथ्यतां ब्रह्मन् पुरतस्तव धीमतः शृण्वन्ति ये कथामेधां ब्रह्म हत्यौखनाशिनीं ते यान्ति परमं स्थानं यच्च देवै सुदुर्लभं गोघ्नश्चापि सुधघ्नश्च सुराभो गुरुतल्पगः क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रवणपठनपुण्यवर्णनं नामाषष्टितमोऽध्यायः इति रामाश्वमेधप्रकरणं समाप्तम्।